नमस्कारः. अद्य रुदादिगणः इति पाठः अनुवर्तते. वयं अग्रे गते सप्ताहे बिन्दुत्रयम् अभवत् खलु, तृतीयबिन्दुः अभवत्. अद्य दकारान्तः दातवः इति चतुर्थबिन्दुः, ततः आरभ्य सरला भगिनी पठितुमिच्छति. दकारान्ताः धातवः, अष्टौ धातवः, छिद् छिद्, भिद् भिद्, विद् विद्, विद विद्, उन्दि उन्द्, खिद खिद्, उच्छ्रिद् छ्रिद्, उत्रिदर् त्रिद्, शुब्दर् शुब्द्, छिद् छिद्. उभयपदी द्वैधीकरणे अद्वैधस्य पृथक्त्वे छिन्नं करोति, भिन्नं करोति. छिद् श्नम् मिदुचोन्त्यान्तपरः छिन्नद् इति भवति. दकारान्तदातव अष्ट सन्ति. औपदेशिकधातु छिद् इति संज्ञा भूत्वा छिद् भवति, तथैव भिद् इर् संज्ञा भूत्वा भिद् विद् इति अकारस्य औपदेशे जनुनासिक इति सूत्रे विद् भवति. भगिनि, एर् तस्य संज्ञा किति सूत्रेण भवति? अहम् इति किम् आसीत् खलु भगिनी, महोदय उक्तवान् इति इत्यस्य प्रसक्तिः नास्ति. इर्वाच्यम् इर् इर संज्ञा वाचा इति वार्तिकमस्ति. इर इति संज्ञा वाच अस्तु. इर इत् संज्ञा वाच. उन्दि उन्द, खिद् खिद्, उच्छ्रिदिर् पुनः इर इति वाच्य वाचिकम् इनेन छ्रिद् भवति. उत्रिद उत्तृदर् अपि एर् संज्ञा भूत्वा त्रिद्, श्रुदर् एर् संज्ञा भूत्वा शुद् इति भवति. इदानीं छिद् भगिनि क्षम्यताम्, अत्र उच्छ्रिदर् इत्यस्य चकारस्य केन कारणेन संज्ञा भवति? तस्य केच इति सूत्रेण भगिनि, इत्यनेन तुकागमः भवति, तुक् इत्यस्य चकारेण किम् अस्ति, चुनाशुः इत्यनेन चकारः भवति खलु. अग्रे आगच्छति आगच्छति वा? ओ अस्तु. कः बिन्दुः कः भगिनि अत्र? अत्र चतुर्थबिन्दुः दकारान्तः दातवः इति तद् पश्यामः. तत्र भगिन्यः रमप्रियाः रमप्रियभगिन्यः प्रश्नः आसीत्, तत्र उच्छिदिर् इति अस्ति खलु, उच्छ्रुदिर् इति. तर्हि अस्माकं पृच्छति इति यत्र पृच्छति यच्छति इति रूपाणि आयन्ति, तथा अत्रापि इच्छ इति अस्ति खलु. तर्हि इच्छ इति केन सूत्रेण इति, तत्र यथा वयं पृच्छति यच्छति इत्यत्र तुकागमः भवति, तदेव अत्रापि आयाति. चेच इति सूत्रं ह्रस्वस्य तुकागमः भवति भवति चकारे परे. अत्र तु उकारः लङ्लकारे एव न लङ्लकारे न न न, एतत्तु सर्वत्र ह्रस्वस्य तुकागमः भवति. तर्हि उकारः ह्रस्ववर्णः ह्रस्ववर्णः अस्ति इति कृत्वा, चकारः परे अस्ति इति कृत्वा, मध्ये तुकागमः तुकागमः तु आद्यन्त उट्टकितौ इत्यनेन कित् अस्ति इति कृत्वा कस्य आगमः, अत्र तु ह्रस्व उकारस्य आगमः अस्ति इति कृत्वा उकारात् अनन्तरम् आयाति. तर्हि उत् श्रुदिर् इति प्रथमम्, अनन्तरं तोः शुनाशुः इत्यनेन तस्य तु तकारस्य चकारः भवति. तर्हि उत् श्रुदिर् इति रूपं, यथा पृच्छति इच्छति तत्र सर्वत्र इच्छ इति आयाति, तदेव विषयः अत्रापि. भगिनी, तद् वातिकस्य पुनः वदतु, नामं किम् अस्ति इर् इति संज्ञा? इर इर इत् संज्ञा वाच्या, तस्य तु इत् संज्ञा भवति इति वाच्या इति वार्तिकं खलु वाच्या. अस्तु, ओके. अष्टाध्यायी मे नास्ति न? वार्तिकम् अस्ति भगिनि, कार्त्यायनस्य वार्तिकम् अस्ति भगिनि. अत्र यदा उ इत्यस्य उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा भवति चेत् चकारस्य अपि अपगमनं वा यदा वयं तादृशमेव? अस्तु, धन्यवादः. छिद् योगश्नम् मिदिचो अन्त्यातपर अनेन छिन्नद् भवति. श्नम् इति रुदादिभ्यश्नं विकनप्रति आगच्छति धातो मध्ये प्रथम स्वरस्य अनन्तरं मिदिचो अन्त्यातपर इति सूत्रेण नकार इकारस्य अनन्तरम् आगच्छति छिन्नद् इति भवति. तिङ् प्रत्ययनिमित्तकं अङ्गकार्यम् पित्सु अङ्गकार्यं नास्ति. छिन्नद् योगति सन्धिकार्यं छिन्नत्ति छिन्नद् योग आनि छिन्नदानि. अत्र सन्धिकार्यमध्ये केवलं दकार तकार तयोर्मध्ये खरीचरति सूत्रेण छिन्नत्ति इति भवति छिन्नदानि. अपित्सु श्नसरलोप इत्यनेन श्नम् इत्यस्य अकारस्य लोप छिन्नद् योगतः छिन्द योगतः सन्धिकार्यं छिन्तः. यदि अपत्सु अस्माकं समूह सूत्राणि समूहस्य कार्यं भवति छिन्नद् योगति. प्रथमं श्नसरलोप अनेन कारस्य लोप भवति छिन्द योगतः भवति. तदनन्तरं नश्चापदांस्य झलि छिन्द् पुनः खरी च अनेन छिन्तः इति भवति. तदनन्तरम् अनुस्वारस्य यै पव परसवर्ण अनेन अनुस्वारस्य नकार आगच्छति तत् छिन्तः इति रूपं भवति. सन्धिकार्यम् अत्र दत्तमस्ति छिन्द् योगतः नश्चापदान्तस्य झलि अष्टादश तृतीयपादे चतुर्विंशतिसूत्रं छिन्द् योगतः खरी च अष्टादश चतुर्थपादे पञ्चपञ्चाशत् सूत्रं छिन्द् योगतः अनुस्वारसयै परसवर्ण अष्टमदस्य चतुर्थपादे अष्टपञ्चाशत् सूत्रं छिन्द् योगतः वर्णमेलनं छिन्तः इति भवति. एवं भगिनी तकार तकार तत्र अपि झरोचरि सवर्ण तस्य अपि कार्यं भवति. सो एक पक्षे छिन्तः भवति अन्यपक्षे छिन्तः इति भवति. द्वे रूपे आगच्छति. लक्ष्मी भगिनी रूपाणि वक्तुं न सिद्धा इति कृत्वा प्रायः भगिनी पठति किम् अग्रे? आं भगिनि, सन्धिकार्यं वा अग्रे? अत्र अत्र तकारान्तं यत् भगिनी उक्तवती तदपि प्रायः पठित्वा एवं तकारान्तानां दकारान्तानां एवं तकारान्तानां दकारान्तानां धकारान्तानां च धातूनां हल् उत्तरस्य झर् सवर्णझरि परे बहुत्र भवति इत्यस्मात् झरो झरि सवर्णे इत्यनेन यथासङ्गं झरः विकल्पेन लोपः. अत्र धातुः छिन्नद् धातुः अस्ति इत्युक्ते दकारान्तधातुः. अत्र उपरि दत्तमस्ति वा भगिनी तकारान्ताः अपि च धकारान्ताः अपि अस्ति वा अत्र? न न, किम् इत्युक्ते यदि अत्र सवर्णः भवति खलु इति कृत्वा जरोजरि सवर्णे अत्र रूपं पश्यामः चेत् नकारः श्नम् इत्यनेन मध्ये नकारः याति तर्हि चित् इत्यस्य चिन्त् इति अभवत् रूपं स्थापयामः चेत् खरीच इत्यनेन चिन्त् इति भवत् खलु खरीच इत्यनेन चिन्त् इति भूत्वा अनन्तरं तः इति अस्ति खलु अत्र तर्हि किं भवति तः वाति अस्ति चेदपि अत्र किम् अस्ति यत्र यत्र तकारः वा धकारः वा धकारः अस्ति चेदपि करीच इत्यस्य प्रवर्तनं भवति खलु करीच इति सूत्रम् करीचैत्यनेन धकारान्तानां तकारान्तं धकारान्तानां पुनः तकारः एव आदेशः भवति. किमर्थम् इत्युक्ते त इति प्रत्ययः अस्ति परे तर्हि करीच इति सर्वत्र प्रवर्तते तर्हि पुनः तकारः अवशिष्यते खरिष्व इति भूत्वा. तस्मिन् समये अधुना किमस्ति, हल् इति श्नम् इत्यस्य हल् वर्णः अस्ति खलु, तर्हि हल् उत्तरस्य जर् सवर्णे जरि परे त इति पुनः सवर्णः अस्ति इति कृतो सवर्णे जरि परे जरोजरि सवर्णे इत्यनेन जरः विकल्पेन लोपः. सर्वत्र अत्र सकारान्तधातूनां कृते अपि अस्माभिः दृष्टं, अधुना दकारान्तधातूनाम् अपि तथा पश्यामः. पूर्वं वयं यद् गतसप्ताहे अस्माभिः दृष्टम् अकृत् इति धातुः दृष्टं, तत्रापि जरोजरि सवर्णे इति कार्यम् अभवत्. किमर्थम् इति तत्र तु तकारः अस्ति, अनन्तरं तकारे सवर्णः अस्ति इति कृत्वा हल् उत्तरस्य जरः लोपः भवति विकल्पेन सवर्णे जरि परे इति सूत्रस्य प्रवर्तनं भवति एव इति केवलं महोदय उक्तवान्, स्मारितवान् तावदेव. धन्यवादः भगिनि. अनन्तरं लङ्गि लुङ् लङ् लृङ् षोडदात्तः इति सूत्रेण अत्र अडागमः भवति, तदा चकारे परे दुगागमः भवति. अत्र आयोगः, अत्र अडागमः इत्युक्ते अकारः आगतः, अत्र आयोगः चिनद् अत्र छे च इति सूत्रेण. वयं सन्धिकार्याणि पश्यामः, तत्र सामान्यसन्धिकार्यविषये अपि तत्र तुगागमसन्धेः विषये पठितवती. छे च इति सूत्रेण अत्र तुगागमः भवति अत्र, अतः अच्छिनद् इति रूपम् आगच्छति. इत्युक्ते अत्र तकारः तुगागमः इत्युक्ते तकारः आगमः भवति, अच्छिनद् स्तोश्चुनाश्चुः इति सूत्रेण स्च्युत्वादेशः भवति. इत्युक्ते तत्र तकारस्य स्थाने अत्र तकारस्य प्रभावेन चकारस्य प्रभावेन अत्र तकारस्य स्थाने चकारादेशः स्च्युत्वादेशः, अतः अच्छिनद् इति रूपमागतम्. अग्रे पठामि वा? लुङ् लङ् लृङ् वडु लुङ् लङ् लृङ् षडुदात्तः इति सूत्रमस्ति. लुङ् लङ् लृङ् च परं चेत् धातुरूपी अङ्गस्य अट् आगमो भवति, स च अडागमः उदात्तसंज्ञकः. अत्र उदात्तसंज्ञकः इति पदस्य अर्थः कः, किमर्थं लिखितमस्ति अत्र? अत्र उदात्तस्वर अस्ति, किन्तु अस्य तु किमपि महत्त्वं वर्तते एव, किम् इति अहं न स्मरामि भगिनि. इत्युक्ते अत्र सूत्रे एव दत्तमस्ति लुङ् च लङ् च लृङ् च अपि च अडागमो भवति उदात्तः, सूत्रे अपि अस्ति अत्र. किन्तु उदात्तः इति वदनस्य उदात्तः इत्यस्य महत्त्वं किं, किमर्थम् उदात्त स्वरं पाणिनिः अत्र आनीतवान् इत्यस्य कृते किमपि अन्यत् विषयः वर्तते, तदहम् अग्रे वक्ष्यामि. अस्तु, आद्यन्तौ टकितौ इति सूत्रेण सः आगमः अङ्गात् प्राक् आयाति. आद्यन्तौ टकितौ अहं श्रुतवती सूत्रं, तेन अङ्गात् प्राक् आयाति. लुङ् च लङ् च लृङ् च तेषाम् इतरेतरद्वन्द्वः, द्वन्द्वसमासः. लुङ् लङ् लृङ् लृङ्गः इति पदमस्ति अत्र, लुङ् लङ् लृङ्गः इति पदं. तेषु लुङ् लङ् लृङ्षु सप्तम्यन्तं रूपं, लुङ् लङ् लृङ्षु सप्तम्यन्तम् अट् प्रथमान्तम्. अट् इत्युक्ते अत्र केवलम् अकारः एव, उदात्तः प्रथमान्तम् इत्युक्ते भगिनि अत्र अट् आगमो भवति, अपि च उदात्तः इति प्रथमान्तं दत्तमस्ति. अत्र साधारणतया प्रथमान्तं रूपमस्ति चेत् सूत्रे आदेशः वा आगमः वा नामकरणं वा इति वदामः, अत्र आगमः किन्तु उदात्तः इति प्रथमान्तम् इति दत्तमस्ति तत्र, विशेषभावं भवितुम् अर्हति खलु अट्टित्यस्य, ओ अट्टित्यस्य विशेषणम् इति मन्ये. अस्तु, त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अङ्गस्य अट् उदात्तः लुङ् लङ् ऋङ्क्षु. अग्रे पठामि नो चेत् शोच इत्यपि पठित्वा चेच ह्रस्वस्वरस्य टुक् आगमो भवति छकारे परे. अस्तु, ह्रस्वस्वरस्य तुक् आगमो भवति इत्युक्ते तत्र छिनद्दि इत्यस्मिन् तत्र तुगागमः भवति छकारे परे. आयोगः आ इति ह्रस्वस्वरः, छकारः परवर्णः अस्ति इति कारणतः तत्र तुगागमः भूत्वा छेच इत्यनेन तुक् आगतः. तुक् कित् अस्ति इति कारणतः कित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य आगमः तस्य अन्ते आयाति. अस्तु, अन्ते ह्रस्वस्य एव आगमः अस्ति खलु, षष्ट्या यत् निर्दिष्टं तस्य एव आगमः, ह्रस्वस्य आगमः इति कृत्वा तस्य अनन्तरम् आयाति. धन्यवादः भगिनि. छे छे इति सप्तम्यन्तं रूपं, च अव्ययपदं, द्विपदमिदं सूत्रं, छे च द्विपदमिदं सूत्रं ह्रस्वस्य इति कृति तुक् इत्यस्मात् सूत्रात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः. अत्र सन्धिसूत्रमेव, संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् छे च संहितायाम्. धन्यवादः. आं भगिनि, लङि दश्च इत्यनेन सिपि परे धातोः पदान्ते दकारस्य विकल्पेन रू आदेशः. एकनिमिषं, दश्च इति सूत्रम् अचिनद् योगः सप्रत्ययः, अत्र हल्ञाभ्यो दीर्घाच्युतिस्य पृक्तं हल् इत्यनेन अपृत्त हल् हल् उत्तरस्य अपृत्तसंज्ञकप्रत्ययस्य लोपः, अतः अच्छिनद् इति. अनन्तरं वा अवसाने इत्यनेन विकल्पेन पदान्ते चर् आदेशः, अचिनत् इति एकं रूपं, जलां जशोन्ते इत्यनेन अचिनद् इति रूपद्वयम्. इदानीम् अचिनद् इति यत् रूपम् अस्ति तत्र दश्च इत्यनेन विकल्पेन रू आदेशः भवति, अचिन रू ऊ इत्यस्य इत्संज्ञालोपं भूत्वा करवसानयोर्विसर्जनीयः इत्यनेन अवसाने रेपस्य विसर्गादेशः अचिनः. अतः रूप त्रीणि रूपाणि, अचिनद् अचिनत् अचिनः. दश्च सूत्रं वदति धातोः पदान्ते दकारस्य स्थाने विकल्पेन रू आदेशो भवति सिपि परे, रू अभावे दत्वम् एव. अनुवृत्तिसहितसूत्रमस्ति दह च पदस्य धातोः रुः वा सिपि. अस्तु, सिपि परे यद् पदान्तदकारस्य स्थाने विकल्पेन रू आदेशः, यदा रू न अस्ति चेत् दत्वं दकारः एव भवति, दकारः एव तस्य स्थाने. शीघ्रं रूपं साधयामः. अस्तु भगिनी, आरम्भं करोति भगिनी. अचिनद् इति, क्षम्यतां, चिनद् इति धातुः अङ्गं चिनद् अस्ति. चिनद् योगः ति लटीरूपं ति इति हलादिपित् अस्ति. तत्र किमपि कार्यं नास्ति, करीच एव कार्यं. चिनत्ति इति रूपम् आगच्छति. अनन्तरं चिनद् योगः तः, तत्र श्नसोरल्लोपः इत्यनेन अकारस्य नकारोत्तरवर्ति अकारस्य लोपः. अनन्तरं नश्चापदान्तस्य जलि इत्यनेन अनुस्वारादेशः, चिनद् योगः तः. करीच इत्यनेन तकारादेशः, चिनत् अनुस्वारस्य इ परसवर्णः इत्यनेन परसवर्णादेशः, नकारः एव आगच्छति. चिनत्तः इति भवति वा भगिनि? चिनत्तः चिन्तः इति भवति. चिन्तः इति रूपं चिन्तः. आम्. अनन्तरं जरोजरि सवर्णे इत्यनेन तकारस्य लोपः भूत्वा सवर्ण जर्वर्णः इति कृत्वा प्रथमतकारस्य लोपः भूत्वा चिन्तः. चिनद् योगः अन्ति, अन्ति अपि अन्ति अपित् अस्ति. तत्रापि श्नसोरलोपः इत्यनेन नकारोत्तरवर्ति अकारस्य लोपः, चिन चिन्द् योगः अन्ति, चिन्द् योगः अन्ति. तत्र किमपि सन्धिकार्यं नास्ति, वर्णमेलनमेव चिन्दन्ति. अनन्तरं चिनद् योगः सि सि इति पित् प्रत्ययः अस्ति, हलादि पित् प्रत्ययः अस्ति. अनन्तरं तत्र चिनद् योगः सि, तत्र करीच इत्यस्य सूत्रस्य प्रसक्तिः. आम्, खरी खरी परे, अतः चिनत् सि करीच. आं करीच एव. आं क्षम्यतां, करीच चिनत् सि. चिनद् योगः तः, तत्र चिनद् योगः तः, तत्र अपित् प्रत्ययः, श्नसोरल्लोपः इत्यनेन नकारोत्तरवर्ति अकारस्य लोपः. चिन्त नश्चापदान्तस्य जलि, अनन्तरं खरीच, करीच इत्यनेन अनन्तरं करीच अनन्तरम् अनुस्वारस्य ए परसवर्णः चिन्तः. तत्रापि रूपद्वयं भवति किल? आं भगिनि. जरोजरी सवर्णे चिन्तः चिन्तः इति समानकार्यमेव. चिन्तः चिन्तः चिन्त इति रूपद्वयं तत्रापि जरोजरी सवर्णे इत्यस्य कार्यं. चिनद् योगः मी इति पित् प्रत्ययः, तत्तु जलि नास्ति, अतः चिनद्मि इत्येव वर्णमेलनं. चिनद् योगः वः, श्नसोरल्लोपः नकारोत्तरवर्ति अकारस्य लोपः. चिनद् चिन्द् योगः वः, चिन्द्वः चिन्द्मः. धन्यवादः भगिनि. मणिमहोदय लोट् करोति किं महोदय? आं महोदय, चिनद् योगः तु अत्र पित्वम् अस्ति, अतः चिनद् योगः तु अत्र करीच कार्यं करोति, अतः चिनत्तु इति. अनन्तरं तात् अपित् संसोरलोप इति सूत्रेण अकारः लोपः भवति न इत्यस्य उत्तरस्य, अतः अनन्तरं नशाम्पदस्य जलि इति सूत्रम्, अनन्तरं करीच अनुस्वरस्य ईपरसर्ण अपि कार्यं करोति, अतः चिन्त् योगः तात् चिन्तात् इति रूपम्. अत्र जरोजरि इति सूत्रेण अत्र अल् उत्तरस्य तकारः लोपं भवति, एकरूपं चिन्तात् अन्यरूपं चिन्तात् इति, तदेव ताम् अपि चिन्तात् चिन्तां चिन्ताम् अनन्तरम् अन्दु चिनद् योः अन्धु अपित् नसोरलोपः कार्यं कृत्वा छिन्द् योः अन्धु छिन्दन्तु इति रूपं हि मध्यमपुरुषे हूजल् व्यो हयति इति सूत्रेण हि स्थाने दि आदेशः छिन्नद्योः हि अत्रापि न अस्ति करवलोपः छिन्द् करि च न करि न अत्र कार्यं करोति छिन्द् योः दि जलां जस्यसि अनन्तरं छिन्दि इति एकरूपम् अन्यरूपं छिन्ति इति जरोजरि इत्यनेन तदेव तात् चिन्तात् एकरूपं चिन्तात् अन्यरूपं तदेव तं त चिन्तं चिन्तम् उच्चारणं सम्यक् न तदेव सर्वत्र नच्छापदान्तस्य जलि इत्यपि कार्यं करोति खलु तद् वयं न उक्तवन्तः किन्तु करीच अनुसरसहिपरसन त्रीणि सूत्राणि कार्यं कृत्वा अनन्तरं जरोजरि अपि कार्यं करोति अत्र विकल्पेन चिन्ता अन्तिमरूपं बहुवचने चिन्त इति रूपाणि अनन्तरं चिनद् योः आनि अत्र सर्वं पित्तमस्ति चिनदानि चिनदाव चिनदा चिनदाम इति रूपाणि भवन्ति महोदय धन्यवादः पुष्पभगिनी लङ् वक्तुम् इच्छति लङ् न लङ् तु अडागमः भवति अचिनद् अत्र तत् सूत्रं विस्मरामि एकनिमिष तत् सूत्रं किम् अत् अत् आयाति अत्र लङ् लङ् न तत् लुङ् लङ् षड्तेन अडागमः प्रथमम् अडागमः अनन्तरं चेतेन तुक् आगमः परन्तु श्चोहस्तु नाश्चुः इत्यनेन चकारः आगच्छति चकारस्य परे अच्छिनद् इति अङ्गम् अच्छिनद् इति अङ्गम् अच्छिनद् योगः तकारस्य लोपः भवति तत्र अचिन्नद् तद् तत् सर्वे आगच्छति तत् तद् कारणात् तकारस्य लोपः अचिन्नद् लोप दृष्ट्वा अचिन्नद् जलां जशन्ते इत्यनेन तकारः आगच्छति अचिनत् न वावसाने वावसाने वावसाने इति न जलां जशन्ते न वावसाने न तद् तिष्ठति तां तु अचिनत्तां तत्तु अचिनद्योगः तां तत्तु अत्र अचिनत्ताम् अचिनतां रूपं विवरणं कुर्मः करीच इत्यनेन अनन्तरं नशापदान्तस्य जलि अनन्तरं अनुस्वारस्य अन्ते जरोजरि सवर्णे जरोजरि जरोजरि तत्र तकारः तकार एकतकारस्य लोपः भवति न तत् वावसाने आगच्छति अस्तु तां पुष्प सरला भगिनी किमपि उक्तवती किम् तत् मध्यमपुरुषे भवति दश्च कार्यम्. अधुना वयं केवलं प्रथमपुरुषस्य द्विवचनं, प्रथमपुरुषस्य द्विवचनं पूर्णं, बहुवचनं सर्वे विस्मरामि रूपं प्रत्ययस्य रूपं अस्तु अस्तु अन्यति अस्ति तत्र चिन् अच्छिन्न अच्छिन्द् इति अस्ति अत्र अचिन्दन् इति भवति अचिन्दन् सकारस्य हल्याभ्यो दीर्घस्य पृक्तं हल् इत्यनेन सकारस्य लोपः अत्र अचिनद् आगच्छति वावसाने अचिनत् अत्र तत्तु किं सूत्रं भगिनि रुः दश इति सूत्रं दकारान्तधातुः इति अस्ति इति कृत्वा दश इति परे दकारान्तधातूनां रु विकल्प रु आगच्छति दश अस्तु तत्र विसर्गः विसर्गः एव तिष्ठति रकारस्य परे तत्तु अचिनदः इति अचिनः अच्छिनः न अच्छिनः तत्तु द्वितीय उत्तमपुरुषे द्विवचने मध्यमपुरुषे द्विवचने तम् अस्ति अत्र अच्छिनतम् अचिन्तम् अचिन्तम् अचिन्त अचिन्त अचिन् अचिन् अचिन् अचिन्दम् अचिन्त्व अचिन्म भगिनि अत्र सर्वाणि रूपाणि अत्र यात् यातां युः तादृशरीत्या यकारान्त यकारादिप्रत्ययाः सन्ति तेन अत्र विशिष्टकार्यम् अस्ति वा अत्र किमपि नास्ति इति भाति केवलं श्नसोरलोपः सन्ति इति कृते श्नसोरलोपः अन्यथा किमपि नास्ति निशेन नशापदान्तशीतले अनुसारस्य परसवर्णः आयातः एव तर्हि सूत्रसमूहः एव अत्र कार्यं करोति इत्युक्ते अत्र रूपाणि रूपाणि अत्र रूपाणि चिन्द्योगः यात् चिन्त्यात् इति भवति तादृशरीत्या एव चिन्त्याताम् इति चिन्त्युः चिन्त्याः चिन्त्यातं चिन्त्यात चिन्त्यां चिन्त्याव चिन्त्याम इति रूपाणि भवन्ति. धन्यवादः भगिनि. अग्रिमदात् अस्यैव अस्नेपदीरूपम् अस्ति खलु शीघ्रं रूपाणि एव वदामः. सरला भगिनी करोति किं भगिनि? अस्तु आत्मनेपदी लट्लकारे सर्वे अपित् अस्ति सो अतः छिन्नद् इति छिन्त् भवति छिन्द् खरि च अपि कार्यं करोति यत्र झलि अस्ति सो छिन्ते छिन्त् झरो झरि समन्वये अपि आगच्छति तत्र छिन्ते छिन्ते द्वे रूपे छिन्दाते छिन्दन्ते छिन्दा तत्र नासरलोप झरोझरि न कार्यं करोति, खरीच अपि न कार्यं करोति, केवलं नश्चापदस्य झलि पुनः अनुस्वारस्य यै परसवर छिन्दा दाते छिन्दन्ते इति भवति. अस्तु, मध्यमपुरुषे एकवचने खरि च कार्यं करोति अपि तु छिन्से इति भवति, छिन्से छिन्दाथे. अत्र छिन्द्वे अति द्वे रूपे आगच्छति, दकारस्य लोप अपि भवति, तु छिन्द्वे वा छिन्द्वे झरोझरि समनकार्यं करोति. छिन्दे छिन्दे छिन्द्वहे छिन्द्महे. अस्तु भगिनि, रामप्रिय भगिनि. आं भगिनि, लोट्लकारः चिन् तत्र ताम् इति अपि एव अस्ति, अतः चिन्तां चिन्दातां तत्र किमपि कार्यं नास्ति. कुत्र भगिनि क्षमतां? तां यत्र अस्ति झरोझरि सवर्णे रूपद्वयं, चिन्तां चिन्तां चिन्तां चिन्ता चिन्धातां चिन्दथाम् इति. अनन्तरं स्व तत्र तत्र चिन् स्व तत्र झरोझरि सवर्णे इत्यस्य कार्यं नास्ति. चिन् स्व चिन्धाथां चिन्द्वम् इति ऐ आवहे आमहे चिन्दै क्षम्यतां चिनध्वं भगिनि. ध्वमपि द्वे रूपद्वयम् आगच्छति, चिन्द्वम् आम् चिन्द्वं चिनध्वं चिनध्वम् चिनधै चिनधावहै चिनधामहै. अस्तु भगिनि, धन्यवादः भगिनि. मणिमहोदय लङ्लकारं करोति. आं महोदय, चिनद् योः अत्रापि अकारः लोपः भवति, अनन्तरं करिच चिन्त इति रूपम् अचिनत् अकारः अपि आगच्छति अडामः, अचिन्त एकरूपम् अचिन्त इति अन्यरूपम्, आताम् अचिन्ताताम् अचिन्तात ताः अत्र प्रथमपुरुषे एकवचने कदा भवति ता इति तदेव अत्रापि चिन्ता ताः चिन्ताताः चिन्तत्वम् अत्रापि द्विरूपं झरोझरित्रेण छिन्दत्वं छिन्द्वं छिन्द्वम् इति रूपाणि भवन्ति. उत्तमपुरुषे अत्र छिन्दि इति रूपं छिन्द्वहि छिन्द्महि इति रूपाणि भवन्ति. आमाम् अचिन् अचिन्ति चिन्द्वहि अचिन्त्महि. धन्यवादः सरला भगिनि. धन्यवादः महोदय. धन्यवादः भगिनि. पुष्पभगिनी विद्यते अस्ति किं भगिनि? वदामि न तु म्यूट् अस्मि. चिन्दिता चिन्दीयातां चिन्दीरन् चिन्दितः चिन्दीयाथां चिन्दीध्वं चिन्दीय चिन्दीवहि चिन्दीमहि. धन्यवादः भगिनि. अनन्तरम् अग्रे वयं बिद् तु समानमस्ति खलु, बिदिर् इत्यस्य पदस्य समान बिद् कुर्मः किं? गते सप्ताहे अपि कृत मङ्गलवासरे अपि कृतवन्तः, तर्हि बिद् कुर्मः. भगिनि अस्य तव तु रूपं किम् आगच्छति? चित्तवत् चित्तवत् इति रूपद्वयम् आगच्छति वा? नकारः न आगच्छति किल तत्र? कान्तरूपं छिद् छिन्न भिद् भिन्न तादृशरीत्या भवति तत्र भिन्नसूत्रम्. भगिनी अत्र यदि वयं तान्त्रूपं जानीमश्चेत् तवत् रूपम् अपि तादृशरीत्या एव छिन्नवत् प्रातिपदिकं भवति वा? छिन्नवान् छिन्नवति इति किन्तु त्वारूपं किं भवति इति छित्त्वा छित्त्वा इति छित्त्वा अत्र अपि चेत्तुम् इति भवति गुणकार्यं भवति तत्र सार्वधातुकार्धधातुकयोः. इत्युक्ते अत्र धातुः अत्र छिद् हलन्तधातुः अत्रापि दत्तमस्ति भगिनि, छिन्नं करोति भिन्नं करोति इति अर्थे. अस्ति अस्ति. तत्तु छिन्नं तु किं रूपं? तदेव नपुंसकलिङ्गरूपं छिन्नं. तान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अस्तु अस्तु भगिनि. भगिनि इदानीं तव तु तवत् रूपाणि दृष्टवन्तः न रामप्रिया भगिनि? इदानीं अन्यस्मिन् वर्गे दृष्टवन्तः किम्? इदानीं रामप्रिया भगिनी अपि रामप्रियवर्गं पाठयति. आमामां जानामि. वर्गत्रयं वा किमपि पाठयति खलु भगिनि? न न भगिनि, एकमेव. किमर्थं भगिनि? नूतनवर्गमपि पाठयति खलु? न न 2019 जान्वरि वर्गमेव. न न न न एकमेव. भवत्याः अनेके पत्राणि आगच्छन्ति. ध्वनिमुद्रं श्रुतवान् पूर्वम्, इदानीम् एकमेव. अस्तु धन्यवादः. भवत्याः अस्ति किन्तु पर्यायः अस्ति किन्तु गतधातोः भगिनी एव लट्लकारं कृतवती. आम् हा तदर्थमेव. तर्हि मणिमहोदय करोति किं महोदय? लक्ष्मी भगिनी वक्तुमिच्छति किं भगिनी लट्लकारतु विद्युदातोः विद्युधातोः रूपाणि वा भगिनि? प्रयत्नं करोमि. अत्र ति इति पित् अस्ति, झल्लि अस्ति. प्रथमतया विद् इति धातुः आत्मनेपदी आत्मनेपदी अस्ति केवलम् आत्मनेपदी. इत्युक्ते अत्र विद्युधातोः स्नशोरलोपः इति सूत्रं प्रथमतया कार्यं करोति. अत्र विद्युधातोः तत्र रुदादिभ्यः श्नम् इत्यनेन प्रथमतया तत्र मेदचोङ्क्यात्परः तयोः ताभ्यां सूत्राभ्याम् अत्र अङ्गं विनद् भवति. अनन्तरं श्नशोरलोपः इत्यनेन तत्र अकारलोपः भूत्वा विन्द् इति रूपम् आगच्छति. अपि च परस्मैपदी प्रत्ययः ते इति योजयामः, ते योजयामः, क्षम्यताम्, आत्मनेपदीप्रत्ययः. धन्यवादः भगिनी. अत्र ते इति आत्मनेपदीप्रत्ययः, अपि प्रत्ययः, अपि च झल्, अपि झल् अस्ति. अतः सूत्रसमूहः अपि च अत्र सूत्रसमूहः इत्युक्ते श्मशोरलोपः अभवत्, अनन्तरं नश्चापदान्तस्य झलि इति सूत्रेण अत्र नकारस्य स्थाने अनुस्वारादेशः, अनन्तरं अत्र खरि च इति सूत्रमागच्छति वा अत्र? आं भगिनि, निश्चयः परे तकारः तेन अत्र दकारस्य स्थाने तकारादेशः भवति, अतः अत्र विन्ते इति रूपम् अनन्तरम् अनुस्वारस्य ई परसवर्णः परसूत्रमस्ति इति कारणतः अन्ते आगच्छति, तदा तदर्थम् अत्र अनुस्वारस्य स्थाने पुनः दन्त्यनकारादेशः भवति. अपि च अत्र झरोझरि सवर्णे इति सूत्रं कार्यं करोति इति कारणतः विकल्पेन अत्र रूपद्वयं भवति वा अत्र? विन्ते तत्र तकारद्वयम् अपि च केवलं विन्ते इति रूपमागच्छति. अनन्तरं द्वितीयं रूपमस्ति आते इति योजयामः. अत्र आते अत्रापि अपि प्रत्ययः, किन्तु अजादिप्रत्ययः अपि अजलि इत्यनेन केवलं सूत्रसमूहः इत्युक्ते प्रथमतया विनर्दितङ्गं स्वीकृत्य अत्र श्नशोरलोपः इत्यनेन अकारलोपं कृत्वा विन्द् भवति, विन्दियोगः आते योजयामः. अनन्तरं पुनः यथावत् पूर्वं नकारस्य स्थाने अनुस्वारः नश्चापदान्तस्य झलि इत्यनेन अन्तिमं सूत्रम् अनुस्वारस्य ई परसवर्णः. भगिनी अत्र अष्टाध्याय्याम् अष्टमाध्याये अन्तिमं सूत्रं वा एतत् सूत्रम् अत्र परसूत्रम् अनुस्वारस्य ययि परसवर्णः इति अन्तिमं नास्ति, किन्तु अन्तिम अध्याय किमस्ति, अन्तिमपादे आयाति सत्यं, चतुर्थपादे अस्ति, अष्टमाध्याये चतुर्थपादे अन्तिमपादे अस्ति, तदनन्तरमपि सूत्राणि सन्ति. अस्तु, इत्युक्ते अनन्तरमपि सूत्राणि सन्ति. अस्तु, तेन केवलं सूत्रसमूहः इत्युक्ते श्नशोरलोपः अपि च केवलं अत्र सूत्रद्वयं नश्चापदान्तस्य झलि अनुस्वारस्य ई परसवर्णः इति सूत्रेण विन्दाते इति रूपम् आगच्छति, किन्तु बहुवचनरूपम् अते अस्ति, अत्र केवलं तादृशकार्यमेव भवति, विन्दते इति रूपम् आगच्छति. भगिनी अत्र विन्दते इति रूपं वयं साधारणतया शृणुमः, किन्तु अत्र बहुवचनरूपं दत्तमस्ति विन्दते. अन्य अन्य प्रायः विन्द् इति प्रायः किमपि धातुः स्यात् भगिनि. अद्य प्रातःकाले एव अहं कक्षां उक्तवती, अत्र विद् धातोः रूपं पञ्चसु गणेषु अस्ति इति भाति. विद् धातुः साधारणतया विद्यते इति रूपं वयं जानीमः, वेत्ति, ज्ञाने, भूसत्तायां यथा भूधातुः सत्तायाम् अस्ति तथा एव विद् धातुः अपि सत्तायाम् अपि च अनन्तरं यत् विन्दते इति तत्तु लाभे इति अर्थे षष्टमगणस्य विन्दते इति प्राप्नोति, विन्दते, विन्देते, विन्दन्ते इति अन्यत्र. भगिनि अत्र तत्र विन्दते विन्दति इति रूपं किमपि अस्तु इत्युक्ते अत्र बहुवचने विन्दते इति दत्तमस्ति अत्र. परन्तु वयं यदि यस्मिन् कस्मिन्नपि वाक्ये एतादृशं रूपं पश्यामश्चेत् कथं जानीमः तत्र केन साहाय्येन वयम् अर्थं ज्ञात्वा एव वक्तुं शक्यते खलु? पूर्णतया वाक्यं पठित्वा अर्थं कः सन्देशम् इति कृत्वा तद् अनुसृत्य एव धातुकः इति निर्णेतुं शक्नुमः खलु. यदि लाभे प्राप्नोति इति अपि आगच्छति चेत् विन्दते इति वयं तु जानीमः. विन्द अनन्तरं कर्तृपदमपि दृष्ट्वा यदि कर्तृप्रयोगे अस्ति खलु तर्हि कर्तृपदम् एकवचने अस्ति चेत् विन्दित् लाभे इति धातुः इति ज्ञातुं शक्नुमः. नो चेत् बहुवचने अस्ति चेत् विचारणे इति अस्ति इति प्रयतदपि स्यात् खलु. किन्तु तत्र किञ्चित् अधिकतया अनेकत्र रूपाणि तु समानानि भवन्ति एव. यत्र कदाचित् मध्यमपुरुषे प्रथमपुरुषे मध्यमपुरुषे सामान्यतया लङ्लकारे तादृशरूपाणि पश्यामः. रूपाणि समानानि भवन्ति किन्तु पुरुषभेदः वर्तते. तत्तु कर्तृपदं किं किम् इति ज्ञात्वा एव ऊहां कृत्वा एव तत्र कदाचित् वक्तुं शक्यते खलु कस्मिन् पुरुषे अस्ति इति. अस्तु, परन्तु मम कृते किञ्चित् समस्या अस्ति भगिनि. अत्र धातुं तत्र क्रियापदं दृष्ट्वा यद्यपि वयं चिन्तनं कुर्मः तत्र तस्मिन् वाक्ये कारकं किम् अत्र अर्थदृष्ट्या किं भवितुमर्हति तस्य चिन्तनं कुर्मः चेदपि तत्र ईदृशरीत्या पञ्चसु गणेषु धातुः अस्ति चेत् तत्र किञ्चित् क्लेशः क्लेशः भवति एव सत्यम्. अत्र मध्यमपुरुष एकवचनरूपं से इति प्रत्ययः अस्ति. अत्र अपि प्रत्ययः अत्र पुनः अत्र सूत्रसमूहः एव यथावत् पूर्वं सूत्रसमूहः इति यत्र वदति भगिनि साक्षात् रूपं वदतु समयः अतीतः इति कृत्वा रूपं केवलं रूपं वदामि वा शक्यते. विन्द् विन्द् विन्द् भवति प्रथमतया. अनन्तरं खरिच इति सूत्रमपि अस्ति इति कृत्वा विन्स् विन्त् विन्त् विन्त् से इति रूपं भवति. अनन्तरं द्वे अत्र विन्द्वे इति भवति. अपि च ये उत्तमपुरुष एकवचनं ये इति अस्ति. विन्दियोगः ये विन्दे इति भवति. विन्द्वहे विन्द्महे. धन्यवादः भगिनि. धन्यवादः भगिनि. सरला भगिनि लोट्लकारे लोट्लकारे यत्र अपित् अस्ति तत्र सूत्रसमूह नश्नासरलोप नष्टापदंस जलि अनुस्वारस्य यै परसवर्ण कार्यं करोति. अपि यत् झलि अस्ति तत्र खरि च अपि झरोचरि सवर्णे इति कार्यं करोति. सो विन्तां द्वितीयरूपमस्ति विन्तां विन्दतां विन्दताम् अत्र केवलं खरि च इति कार्यं करोति. विन्स्व विन्दाथाम् अत्र झरो झरि अपि कार्यं करोति. विन्ध्वं विन्ध्वम् अत्र उत्तमपुरुषे सर्वे पित् अस्ति केवलं वर्णमेलम् अस्ति. विनदै विनदावहै विनदामहै. धन्यवादः भगिनि. रामप्रिया भगिनि लङ्लकार अविनद् अविनद् इति अङ्गम् अविनद्योगः त इति त एव अत्र तत्रापि रूपद्वयम् आगच्छति. अविन् अविन्त अविन् अविन्त इत्त अविन्त अविन्द् अविन्दाताम् अविन्दत. अनन्तरं ताः अत्रापि अविन्द् अविन्ताः अविन्ताः इति रूपद्वयम् अविन्धाताम् अत्रापि रूपद्वयम् अविन्ध्वम् अविन्ध्वम् इन् इन्द् इद्धत्वम् अस्तु इ अविन्दि अविन्द् वहि अविन्द् महि धन्यवादः भगिनि मणिमहोदय विधिलिङ्गकथं करोति विधिलिङ्गरूपं विन्द् यो विनद् योः ईत अत्र स्नसोरलोपः कार्यं करोति अन्यरूपं समानमेव विन्दीत विन्दियातां विन्दीरन् विन्दीयाः विन्दियातां विन्दिबं विन्दीय विन्दीवहि विन्दीमहि इति रूपाणि भवति महोदय अस्तु महोदय धन्यवादः महोदय बहु धन्यवादः अग्रे वयं क्षुद् इति धातुः स्वीकुर्मः किल अन्तिमधातुः दकारान्तनां महोदयस्य आवल्यां यत् अस्ति पुष्पभगिनी करोति किल उभयपदी अस्ति वयं परस्मैपदीरूपं कुर्मः क्षुद् इति क्षुद् तत्र कोऽपि अस्ति वा नास्ति न कोऽपि न अस्ति लटि क्षुद् अत्र ति क्षुणद् क्षुणद् योगः ति क्षुणत्ति क्षुन्द् योगः तः क्षुणत्ति अत्र अत्र नत्वं यत्र यत्र अपित् अस्ति चेत् नत्वं भवति नत्वं भवति अपित् अस्ति चेत् नत्वं न भवति किमर्थं न भवति इति गत सप्ताहद्वयं वयं दृष्टवन्तः आभीयकार्याणि इति कृत्वा न भवति अत्र ययि परसवर्णः आगच्छति आभ्यकार्याणि न सन्ति क्षम्यतां किमस्ति रसाभ्यां नूनः परसूत्रमस्ति नशापदान्तस्य जलि पूर्वसूत्रम् इति कृत्वा खलु तादृशं भगिनि लकारे प्रथम पुरुषे एकवचने अपि द्वे रूपे आगच्छति न हल्स्य एव जरोजरि सवर्णे अत्र हल् वर्णः नास्ति खलु नकारस्य उत्तर अकारः अस्ति सर्वदा अहं तद् मम मनसि पूर्वं न आसीत् एव अनन्तरम् अधुना वयं यदा कदापि अहं जरोजरि सवर्णे इति वदामि तस्मिन् समये अहं मनसि वदामि हल् उत्तरस्य इति अपि योजयित्वा वदामि नो चेत् स्मरामि अस्तु धन्यवादः धन्यवादः क्षुणति सः क्षुन्थः क्षुन्था क्षुन्दन्ति क्षुन्दन्ति सि तु क्षुणत्सि क्षुणत्सि क्षुणत् क्षुन्तः क्षुन्तः क्षुन्तः क्षुन्तः तत् मि क्षुणद्मि क्षुण्वः क्षुण्मः धन्यवादः भगिनि अनन्तरं भगिनि किञ्चित् सूत्रसहिता दृष्ट्या किञ्चित् वदन्ति वदति वा मम कृते न अहं श्रोतुमिच्छामि सूत्रसहितात् क्षुणति तु केवलं क्षुणति नकारः केवल नकारः आगच्छति अत्कुत्वां न अत्कुत्वां युवाङ्गेति तत् कारणात् किमर्थमिति उकारः मध्ये अस्ति खलु उकारः मध्ये अस्ति क्षुणति तत्र तकारः दकारः क्षुणद् अस्ति अत्र जलां जश्वन्ते इत्यनेन तकारः आगच्छति प्रथमं किं श्रसोरलोपः प्रथमं तत् कार्यं न करोति सूत्र किं वदति अधुना प्रथम पुरुषे एकवचने एकवचने चेत् नशापदन्तस्य जल इत्यस्य कार्यं नास्ति खलु केवलं क्षुणति तत् कार्यं करोति क्षुणति तद् क्षम्यतां भगिनी जलां जश्रुन्ते न खरीच इत्यनेन करीच इत्यनेन तकारः आगच्छति भगिनि एकवारम् अत्र धातुः क्षुद् अस्ति तदनन्तरं रुदादिभ्यः श्नम् इत्यनेन क्षुणद् भवति तस्मात् किञ्चित् वदतु तत्र न एकं कुर्मः एकं कार्यं कुर्मः भगिनी लोट्लकारं वदतु आरम्भं करोतु वयं मिलित्वा सर्वेपि मिलित्वा कुर्मः सर्वे अस्ति तदैव अस्ति न भगिनि अत्र सर्वाणि रूपाणि एकवारं अहं न जानामि तदर्थं श्रोतुम् तदर्थमेव भगिनि मिलित्वा कुर्मः भगिनि लक्ष्मी भगिनी न पृच्छन्तु भवती जानाति एव भवती आरम्भं करोतु वयं मिलित्वा कुर्मः सर्वे अपि क्षुद्योगः अधुना किम् अस्ति क्षुणद् इति अङ्गं खलु क्षुणद् इति अङ्गं क्षुणद्योगः तु इति क्षुणद्योगः तु अत्र भवती लोट् लकारम् इति उक्तवती वा तु इति अत्र पित् प्रत्ययः अस्ति अतः सूत्रसमूहः अस्ति अत्र क्षुणद् क्षुणद् सूत्रसमूहस्य कार्यं नास्ति खलु अपिति एव सूत्रसमूहस्य श्नसोरल्लप नशापदान्तस्य जलि अनुस्वारस्य ये परसवर्णः इति कार्यं भवति खलु पिति झलि अस्तु इति झलि इत्युक्ते अत्र क्षुणद्योगः तु अत्र किं भवति प्रथमम् अट्कुप्पाङ्गुं व्यवायति इति 842 अस्ति इति कृत्वा प्रथमं भवति तर्हि णत्वं भवति तर्हि क्षुणद् इति अङ्गं क्षुणद्योगः ति खरीच इत्यनेन क्षुणत्ति इति क्षम्यतां तु इति क्षुणत्तु इति क्षुणत्तु इति एकं रूपम् अस्ति वा इत्तु इत्तु इति क्षुणत्तु इति एकमेव रूपम् शृणत्तु अत्र अट्कुप्पाङ्गुं व्यवायते इत्यनेन णत्वं भवति अत्र प्रथमं णत्वम् अनन्तरं खरीच इत्यनेन दकारस्य तकारः अस्तु अपि च अत्र विकल्पेन अन्यानि रूपाणि सन्ति वा अत्र न भवन्ति किमर्थम् इत्युक्ते जरोजरि सवर्णे इत्यस्य कार्यं न भवति किमर्थम् इत्युक्ते जरोजरि सवर्णे इति सूत्रस्य अनुवृत्तिः अस्ति तत्र अनुवृत्तिसहितं सूत्रं पश्यामः चेत् हलः उत्तरस्य जरः लोपः भवति जरि परे इति तर्हि अत्र नकारस्य नकारोत्तरवर्ति अकारः अस्ति खलु इत्त इत्यस्मात् पूर्वम् अकारः अस्ति हल् वर्णः नास्ति इति कृत्वा जरोजरि सवर्णे इत्यस्य प्रसक्तिः नास्ति आगच्छति किम् एकः हल् वर्णः अनन्तरं सवर्णजरिवर्णः द्वयं भवतु इति इत्तु इति अस्ति इत्त इति अस्ति किन्तु तस्मात् पूर्वं हल् वर्णस्य अपेक्षा अस्ति तत्तु नास्ति खलु अकारः एव स्वरवर्णः एव अस्ति अस्तु इत्युक्ते अत्र एकमेव रूपं प्रथमं तु इत्तु इत्यस्य रूपं क्षुणत्तु इति अनन्तरं तात् इति अन्यप्रत्ययः अपि अस्ति इति कृत्वा अन्यतरूपमपि भवति कृते योगः तात् इति क्षणद्वियोगः तात् अत्र तात् इति प्रत्ययः अपित् प्रत्ययः अतः अत्र नित् अस्ति साक्षात् नित् अस्ति तातङ् इति प्रत्ययः इत्युक्ते अत्र किम् उक्तवती अत्र अपित् प्रत्ययः इति अहम् उक्तवती सामान्यतया किम् इत्युक्ते चिन्तनं कथम् आयन्ति इत्युक्ते वयं किं कथं कुर्मः इत्युक्ते सामान्यतया अपित् इति एव पश्यामः खलु केवलं तातङ्ग् एव नित् अस्ति सामान्यतया वयम् अत्र पित् जित् सर्वत्र पश्यामः पित् अपित् इति एव चिन्तनम् आयाति यत्र पित् अस्ति चेत् गुणकार्यं तादृशचिन्तनं श्नसोर्लोपः इत्यस्य कार्यं नास्ति अपित् अस्ति यत्र पित् नास्ति तत् अपित् इति उक्त्वा वयं निद्वत् इति वदामः नितीच इति सूत्रेण निद्वत् भवति तर्हि अपित् नितीच इत्यनेन एव निद्वत् सार्वधातुकम् अपित् निद्वत् तर्हि सूत्रमस्ति सार्वधातुकम् अपित् इति सूत्रं तेन निद्वत् भवति इति कृत्वा नित् इत्यस्य कृते यानि सूत्राणि सन्ति तानि सर्वाणि अपित् इत्यस्य अपि भवन्ति सार्वधातुक अपित् इत्यस्य निद्वत् भवति तर्हि वयम् अपित् इति उक्त्वा वयं केवलं गच्छामः तर्हि निद्वत् इति वदामः अत्र तु साक्षात् नित् एव उक्तमस्ति इति कृत्वा नित् इत्यस्य यानि सूत्राणि सन्ति अत्र तु तानि तेषां प्रसक्ति अपित् इत्यस्य वर्धनस्य आवश्यकता नास्ति तर्हि केवलं नित् इति कृत्वा श्नसौरलोपः श्नसौरलोपः अपि च अत्र श्नसौरलोपः इति भवति चेत् तत्र अकारलोपः भूत्वा अत्र क्षुन्द इति रूपम् आगच्छति तदनन्तरम् अत्र एकमपि वक्तुमिच्छामि भगिनि अत्र श्नसौरलोपः इति सूत्रं पश्यति चेत् अङ्गस्य श्नसोः अल्लोपः सार्वधातुकी निति इति एव उक्तमस्ति निमित्तं यत् निमित्तं निति इति निमित्तं सामान्यतया वयं यत्र तस् इति अस्ति तिप्तजीत् अस्ति खलु तस् इति प्रत्ययः मध्यम प्रथमपुरुषस्य द्विवचने तस् इति प्रत्ययः नित् अपि नास्ति कित् अपि नास्ति गित् अपि नास्ति किन्तु कथं वा श्नसौरलोपः इत्यस्य प्रसक्तिः आयाति इत्युक्ते सार्वधातुकम् अपित् इति सूत्रमस्ति पूर्णसूत्र अनुवृत्तिसहितसूत्रमस्ति सार्वधातुकम् अपित् नित् इति निद्वद् भवति इति वयम् आरोपयामः तादृशगुणं तर्हि अतिदेशसूत्रमस्ति तेन सूत्रेण एव श्नसौरलोपः इति चिन्तनम् आयाति अनन्तरं द्वितीयसोपानमस्ति प्रथमं सार्वधातुकम् अपित् अनन्तरं श्नसौरलोपः इति अस्य प्रसक्तिः निद्वत् अस्ति इति कृत्वा अत्र तु यत्र तातम् इति अस्ति तत्र तु अपित् इति वर्धनस्य आवश्यकता नास्ति खलु सार्वधातुकम् अपित् इत्यस्य सूत्रस्य आवश्यकता नास्ति निद्वत् भवति इति केवलं साक्षात् नित् अस्ति इति कृत्वा श्नसौरलोपः इत्यस्य साक्षात् सूत्रस्य प्रसक्तिः तत्र तातम् इत्यस्मिन् अस्तु इत्युक्ते अत्र श्नसौरलोपः इति सूत्रे अत्र निमित्तं नितिपरे इति दत्तमस्ति इति कृत्वा अत्र नितिपरे इति एव वक्तव्यं न तु अपित् अत्र अवगच्छामि तेन अत्र क्षुन्द् भवति अपि च यदा नकारस्य स्थाने अनुस्वारादेशः भवति तदा नस्यापदान्तस्य झलि इति सूत्रेण एव भवति अनन्तरम् अनुस्वारस्य परसवर्णः किन्तु अन्ते आगच्छति तस्मात् पूर्वं खरीच इति सूत्रम् आगच्छति किमर्थं चेत् तत्र दकारः अस्ति अन्ते क्षुन्द् तत्र दकारस्य स्थाने तकारादेशः भवति खरीच इति सूत्रेण तकारे परे अवगच्छामि खरीच अनन्तरम् अनुस्वारस्य परसवर्णः किन्तु अत्र जरोजरि सवर्णः सवर्णे इति इत्यस्य कार्यं भवति वा अत्र अस्ति खलु जल् उत्तरस्य हल् उत्तरस्य नकारः तु हल् वर्णः अस्ति तदनन्तरं तकारः अस्ति, तकारस्य जर्वर्णः अस्ति खलु तकारः, पुनः तकारः अस्ति यत् जर्वर्णः अस्ति, तर्हि जरोजरि सवर्णे तस्य निश्चयेन कार्यं भवति. अस्तु क्षुन्तात् क्षुन्तात् इति रूपद्वयम्, अनन्तरं पुनः अस्माकं जलाङ्गे इत्यनेन कार्यं भूत्वा क्षुन्ताद् क्षुन्ताद् इति पञ्चरूपाणि सन्ति तर्हि. अस्तु अवगच्छामि. अनन्तरम् अत्र ताम् इति प्रत्ययः अस्ति, तत्रापि ईदृशरीत्या एव कार्यं भवति. अत्र सोपाने प्रथमं अपित् अस्ति इति उक्त्वा सार्वधातुकम् अपित् इति सूत्रस्य कार्यम् अस्ति, अनन्तरमेव श्नुसूरलोपः इति आयाति. सार्वधातुकम् अपित् निद्वत् अस्ति इति कृत्वा श्नुसूरलोपः कार्यं करोति. अस्तु एतावत्पर्यन्तं वयं कदापि न उक्तवन्तः, किन्तु प्रथमसोपानं तद्दस्ति. अपित् अस्ति, तास् इति तस् इति एव ताम् इति प्रत्ययः खलु, तस् इति प्रत्ययः साक्षात् पश्यामः चेत् तस् प्रत्ययः अपित् अस्ति इति कृत्वा, तामपि अपित् अस्ति खलु इति कृत्वा सार्वधातुकम् अपित् अस्ति विद्वत् अस्ति इति कृत्वा, तत् इत्यस्य सर्वाणि गुणधर्माः तदपि स्वीकरोति इति कृत्वा, सूत्राणि तत्र अत्रापि कार्यं करोति इति कृत्वा श्नुसौरल्लभः इति अस्ति प्रसिद्धिः. अस्तु तेन अत्र अन्तिमं क्षुन्ता क्षुन्ताम् इति रूपम्, अपि च तत्र क्षुन्तां तत्र तकारद्वयं रूपम् आगच्छति. अस्तु अनन्तरम् अन्तु इति रूपम् अस्ति, अत्रापि अत्र क्षुन्दियोगः अन्तु क्षुन्दन्तु इति भवति. अनन्तरं हि इति प्रत्ययः अस्ति, प्रथमपुरुष अत्र मध्यमपुरुष क्षम्यतां मध्यमपुरुष एकवचनप्रत्ययः. अत्र विशिष्टसूत्राणि हि प्रत्ययः अस्ति इति कारणतः अत्र हूज् हेल्प् योर् हेर्थि तादृशानि सूत्राणि अत्र हि प्रत्ययस्य हकारस्य स्थाने धकारादेशः भवति. तेन प्रथमतया अत्र श्नशोरलोपः इत्यस्य कार्यमस्ति, तेन क्षुन्द् भवति, क्षुन्दियोगः हि हि स्थाने धि आदेशः भवति, तेन क्षुन्धि क्षुन्धि. अनन्तरं यथावत्पूर्वं नस्यापदान्तस्य झलि इति कार्यमस्ति. अनन्तरं तावदेव अनुस्वारस्य यै परसवर्णः तथा भवति चेत् तत्र किन्तु अत्र जरोजरि सवर्णे इति सूत्रस्य कार्यम् अस्ति इति कृत्वा अत्र क्षुन्धि अपि च क्षुन्धि तत्र रूपद्वयं कथं उच्चारणीयम् इत्युक्ते क्षुन्धि क्षुन्धि तत्र दकारलोपः अत्र शरोझरि सवर्णि इत्यनेन विकल्पेन तत्र दकारस्य लोपः भूत्वा एकं दकारसहितं रूपं दकार लोपं कृत्वा अन्यत् रूपं क्षुन्धि. अनन्तरम् अत्र तात् रूपमस्ति, तात् यथावत् पूर्वं प्रथमपुरुषे एकवचने अपि वयं दृष्टवन्तः, अतः क्षुन्तात् अपि च क्षुन्तात् तत्र तकारद्वयं योजयित्वा एकं रूपम् अन्यत् रूपं तत्र एकमेव एकः एव तकारः. दकारसहितरूपमपि क्षुन्ताद् इति रूपमपि भवति. अनन्तरं तं प्रत्ययः ता प्रत्ययः अस्ति. अत्र कार्यम् अत्र ताम् इति वयं कृतवन्तः पूर्वं, तम् अत्र तम् अस्ति, अतः अत्र क्षुन्तम् अपि च अत्रापि रूपद्वयमस्ति इति भाति. क्षुन्तं क्षुन्तं क्षुन्तम् इति रूपाणि भवति, अपि च क्षुन्त इति अन्तिमं बहुवचनरूपम्. अनन्तरम् आनि आव आम इति अपित् प्रत्ययाः. आनि आव आम अत्र किं भवति इत्युक्ते श्नशुरलोपः इत्यस्य कार्यं नास्ति अत्र, किन्तु अत्र णत्वं भवति, णत्वं भवति इति कृत्वा क्षुणद् योगः आनि क्षुणद् क्षुणद् इति अङ्गं भवति. क्षुणद् धातु क्षुद्ध क्षुद्ध धातुः, अनन्तरं रुदादिभ्यः श्नम् इत्यनेन क्षुणद्, अनन्तरं क्षुणद् इत्यस्मिन् तत्र षकारे षकारः अस्ति इति कृत्वा, षकारस्य निमित्तमस्ति इति कृत्वा अत्र नकारस्य स्थाने क्षुणद्. भगिनी अत्र क्षुणद् ओके इत्युक्ते आम् भगिनी अत्र किम् उक्तं पृष्टवती, अत्र किं वदामि इत्युक्ते अत्र षकारात् परं षकाराय परे उकारः अस्ति इति कारणतः रषाभ्यां नोणः इत्यस्य कारणम् इत्यस्य निमित्तं नास्ति, केवलम् अट्कुप्वाङ्नुं व्यवायेपि एव अस्ति. आं भगिनि इत्युक्ते साक्षात् अनन्तरं नकारः नास्ति, व्यवधानम् अस्ति, व्यवधानं भवति अत्र उकारस्य, उकारः व्यवधानं करोति. अस्तु अतः अतः अट्कुप्वाङ्नं व्यवायति इत्यनेन क्षुणद् इति अङ्गम् अत्र केवलम् आनियोजनेन क्षुणदानि क्षुणदाव क्षुणदाम इति रूपाणि. धन्यवादः भगिनि. धन्यवादः धन्यवादः सम्भव ऐ सर्वैव्ड् आम् आम् न न न सम्यक् कृतवती भगिनी, जानाति इति वयं सर्वे जानीमः भगिनि, भवती एव न अङ्गीकरोति. रामप्रिया भगिनी लङ्लकारं वदति किम्? अस्तु अशुनद् इति अङ्गम्, अशुनद् योगः त प्रत्ययः, तत्र अप्रत्ययकाल् प्रत्ययः इति कृत्वा हल्याभ्योदीर्घातुतिस्य प्रत्तं हल् इति सूत्रेण तकारस्य लोपः अशुनद् इति इदानीं पदं जातं. जलां जशून् क्षम्यताम् अट्कुप्वाङ् 8.42 अट्कुप्वाङ्नं व्यवायेपि इति सूत्रेण णत्वं भवति. अशुनद् वा अवसाने इत्यनेन अशुनत्, जलां जशोन्ते इत्यनेन अशुनद् अशुनत् इति रूपद्वयम्. अनन्तरं त प्रत्ययः भवति ताम्, ताम् इति अपित् प्रत्ययः. अशुनद् अशुन् तत्र णत्वं न भवति, श्नसोरलोपः सूत्रसमूहस्य कार्यं. नश्चापदान्तस्य जलि अनुस्वारस्य इ परसवर्णः अत्र अस्माकं जरोजरी सवर्णे इत्यस्य कार्यमपि अस्ति. अशुन्ताम् अशुन्तं ताम् इति रूपद्वयम्. अशुनद् योगः अन् इति प्रत्ययः, तत्र किमपि कार्यं श्नसोरलोपः इत्यस्य कार्यम्. अशुन्धन् अशुन्धन् आम् आम् सकारः तत्र अपि अप्रत्ययकाल् प्रत्ययः इति कृत्वा सकारलोपः हल्याभ्योदीर्घसुतिस्य प्रत्तं हल् अशुनद् णत्वं भवति अट्कुप्वाङ्नं व्यवायेपि इति सूत्रेण अशुनद् वावसाने अशुनत् जलां जशोन्ते अशुनद् दश्च इत्यनेन ऋत्वविसर्गं भूत्वा करवसानियोर्विसर्जनीयः इत्यनेन विसर्गः अक्षुणः अशुणः इति रूपं तं त तत्रापि कार्यं यदा ताम् इति अस्मिन् अशुन्तम् अशुन्थ अम्बम अम् तत्र नत्वं भवति अशुनधम् वम तत्र श्नतोरल्लोपः इत्यस्य एव कार्यम् अशुन्द्व अशुन्द्म इत्येव. धन्यवादः भगिनि. मणिमहोदय विद्युलिङ्ग् वदतु किं महोदय. मणिमहोदय विद्युलिङ्ग् अस्तु किं महोदय. सः गतवान् इति मन्ये. पुष्प भगिनी विद्युलिङ्ग् वदतु किं गतवान् अस्ति वा वदतु भगिनी. भगिनी वदतु भगिनी. अत्र क्षुद् परस्मैपदी विधिलिङ्ग् यातां एकं विस्मरामि कथं न अस्तु यात् तत्र कोऽपि कार्यं स्नातलरूपा एव कार्यं करोति अपि अस्ति इत्यनेन क्षुन्द्यात् क्षुन्द्यातं तां क्षुन्द्युः क्षुन्द्याः क्षुन्द्यातं क्षुन्द्यात क्षुन्द्यां क्षुन्द्याव क्षुन्द्याम. धन्यवादः भगिनि. सरला भगिनी अग्रे अग्रिमनूत्रदातुः अस्ति हृदिर् इति दातुः धकारान्तदातुः तत्र आरभ्य तत्र किञ्चित् करणीयं. महोदय तु तत् कृतवान् इति कृत्वा शीघ्रं भगिनी पठामः. आं भगिनि धकारान्तदातवः इति प्रायः पञ्चदशनिमिषं तदपि कृत्वा दकारान्तदातव द्वौ धातु रुध् रुध् लिङ्झि इन्द् रुध् रुध् उभयपदि आवरणे रुध् श्लम् विदुचोन्यान्तपर रुनर्भवति रुधिर् पुनः यथा भवती उक्तवती वाच्यम् इति वाचिकेन संज्ञा भवति रुद् भवति तदनन्तरं श्लम् इति विकरणप्रत्य धातुं मध्ये आगच्छति. तत् किं वाच्य पूर्णतया वदतु तद् वाच्यम् इति संज्ञा इरिति संज्ञा वाच्यम् मृदुचोन्यातपरति सूत्रेण उकारस्य अनन्तरं न आगच्छति रुन्नद् इति भवति. तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं पित्सु अङ्गकार्यं नास्ति रुन्नद् योगति सन्धिकार्यं रुणद्धि रत्वं भवति तत्र रुन्नद् योग आनि रुणद्धानि अत्र द्वे कार्ये भवति सन्धिकार्यं अधोभागे अस्ति तस् नन्तरं वदामः अपि सूष्णसरलोप इत्यनेन श्नम् इत्यस्य कारस्य लोपः भवति रुन्नद् योगतः रुन्द् योगतः सन्धिकार्यं रुन्ध इति भवति. झरोझरि सवने आगच्छति तत्र रुन्ध इति दत्तमस्ति. झषसदुध इति सूत्रेण तकारस्य तकार आगच्छति तत्र ध इति अस्ति सन्धिकार्यं रुन्धयोगतः झषस्ततोध अष्टमाध्यायस्य द्वितीयपादे चत्वारि षट् सूत्रं रुन्दयोग ध धकारस्य स्थाने धकार आगच्छति रुन्दयोग ध इदानीं नष्टापदान्तस्य झलि अष्टमध्यासे तृतीयपादे चतुर्विंशतिसूत्रं रुन्दयोगधः नकारस्य अनुस्वारं भवति तदनन्तरं झलाञ्चषि अष्टमपदस्य अष्टमध्याय चतुर्पादं त्रिपञ्चाशत् सूत्रं रुन्दयोगध धकारस्यस्त्वं भवति रुन्दयोगध अनुस्वारस्य यै तलसवन अष्टमाध्यास चतुर्थपादे अष्टपञ्चाशत् सूत्रं रुन्दयोगधः अनुस्वारस्य सवर्ण तकारस्य अनु पञ्चमवर्ण नकार आगच्छति रुन्दयोगधः इदानीं झरो झरि सवर्णे हल् नकारपरे यः दकार अस्ति तस्य लोपः भवति सवर्णे दकारपरे अस्ति तत् रुन्ध एकपक्षे द्वितीयपक्षे रुन्धवर्णमेलनं केवलम् अस्ति रुन्ध इति भवति तथैव यदि रुन्धयोगति पित्सु अस्ति तत्र अपि प्रथमं रुणत् भवति तदनन्तरं चषस्ततोद्धकार्यं करोति तत्र तकारस्य स्थाने धकार आगच्छति झलाञ्चषि इति सूत्रेण धकारस्य धकार भवति तरुणद्धि इति निष्पन्नं भवति तत्र धन्यवादः तत्र नत्वमपि भवति अस्तु लट्लमपि भवति अस्तु भगिनि धन्यवादः भगिनि शीघ्रं महोदयस्य वर्गे लट्लकारस्य रूपाणि कृतवान् तर्हि अस्माभिः कर्तव्यं किं नो चेत् अग्रिमसप्ताहे पश्यामः अग्रिमसप्ताहे पश्यामः भगिनि तदा अहमपि अग्रिमसप्ताहे वयं किञ्चित् अभ्यासं कृत्वा आगत्य अत्र आगत्य झटिति झटिति कुर्मः सर्वे सिद्धाः सूत्राणि वदामः सर्वे सूत्राणां तत्तु झटिति रूपं वदति चेत् भगिनी अत्र अहं चिन्तयामि अन्तिमं रूपं किम् इति तस्य प्रामुख्यता नास्ति किन्तु अत्र केन सूत्रेण किं भवति तत्र निमित्तं किं निमित्तं किम् अपि च तेन निमित्तेन तत्र कीदृशं रूपम् अत्र फलितार्थः कः तादृशरीत्या इट्स् लैक् मेथमेटिकल् प्राब्लम् इट् एव्रि स्टेप् हेस् टु बि रैट् तादृशरीत्या भावः वर्तते खलु भगिनि अधुना वयं कानिचन रूपाणि अस्माभिः न दृष्टानि खलु कानिचन धातूनां यदि वयम् एकवारं पश्यामः चेत् समानसोपानं चेत् वयं त्यजामः नो चेत् निश्चयेन कुर्मः नूतन किमपि बिन्दुः अस्ति चेत् तस्य चर्चां कुर्मः तर्हि वयं किं भवति इत्युक्ते नूतनबिन्दूनां चर्चामपि कर्तुं समयः न आयाति भवति खलु इति कृत्वा सर्वदा न किञ्चित् प्रायः द्विवारं रूपाणि सोपानम् उक्त्वा सूत्राणां सङ्ख्या अपि दृष्ट्वा तादृशबलाबलचिन्तनम् अपि किञ्चित् कृत्वा अनन्तरम् अग्रे प्रायः अर्धघण्टा यावत् 40 मिनिट्स् यावत् पुष्प भगिनी म्यूट् करोतु सार्ध किम् अस्ति एकघण्टा यावत् तादृशं कृत्वा अग्रे अर्धघण्टा यावत् समये शीघ्रं गच्छामः ध्वनिमुद्रणं अनन्तरम् अधुना न वक्तव्यं मया तादृशरीत्या किन्तु एकनिमिषं भगिनि तत् स्थगयामि किम् एकम्